ओके आम् आम् सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्तिशान्तिशान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः त्रिमुनिवन्दना येनाक्षत्माम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीगुरुभ्यो नमः धन्यवादः सुप्रभातम् अथवा शुभदिनम् ओके अद्य अहं किञ्चित् लघुपरीक्षां करिष्यामि हा किं विषये इत्संज्ञासूत्राणां विषये ओके प्रथमं हा लेट्स् सी ये नामानि अत्र अहं पश्यामि तेषाम् अहं ओके तेषां नामानि एव अहम् आह्वयितुं शक्नोमि ओके अनिल् भवान् प्रथमः बहु सरलं प्रश्नम् अस्ति केन सूत्रेण अन्तिमहल्वर्णस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति सम्यक् भागीरथी आं भगिनि ओ एकनिमिषं भागीरथी अनिल् हलन्त्यम् इति सूत्रेण सर्वत्र हल्वर्णस्य इत्संज्ञा भवति वा केवलं प्रत्ययानां सर्वत्र भवति परन्तु अन्यत्र एकमपि सूत्रमस्ति न विभक्तौ तु स्म सो बाधकसूत्र विभक्ति प्रत्यये अपि अन्यत्र सर्वत्र हलन्त्यम् इति सूत्रेण कार्यम् अस्ति न विभक्तौ तु स्म किं कार्यं करोति हलन्त्यं बाधकं बाधकसूत्रं विभक्ति यदि विभक्तिप्रत्यय अस्ति चेत् हलन्त्यं कार्यं न कर्तुं शक्नोमि सम्पूर्णतया कार्यं न करोति वा लिमिटेशन्स् अस्ति वदतु सर्वत्र न केवलं तु स्म तवर्गीयसकार मकार अस्ति चेत् हलन्त्यं कार्यं न कर्तुं शक्नोमि ओके एवं स्मर्तव्यं हा हलन्त्यं कार्यं तु करोति परन्तु यत्र विभक्तिप्रत्ययः अस्ति तदपि सवर्गीयवर्णः अथवा सकारः अथवा मकारः अस्ति तदा एव हलन्त्यम् एतस्य बाधकसूत्रं भवति हलन्त्यं सूत्रस्य बाधकसूत्रं न विभक्तौ तु स्मः ओके धन्यवादः इदानीं भागीरथी भवत्याः पर्यायः वर्णसमूहः वर्णया शृणोतु के के वर्णसमूहाः तेषाम् इत्संज्ञा कदा भविष्यति वर्णसमूहाः के कदा तेषाम् इत्संज्ञा भविष्यति वर्णसमूह आदिर्निटु डवः उपदेशे धातोः आदेः नी टु डवः भवति चेत् इत्संज्ञा भवितुम् अर्हति, इत्संज्ञा भवति. अन्य एकः चुटु उपदेशे प्रत्ययस्य आदौ चुटु चवर्ग टवर्ग उत्तम भवति चेत् वर्णस्य इत्संज्ञा भवति. सम्यक् भवति. चुटु वर्णसमूहः नास्ति. चुटु एक एक एव. आं भगिनि, चुटु वर्णसमूहः नास्ति. आदिर् ञुटु डवः उपदेशे धातोः आदेः ञुटु डवः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. वर्णसमूहः किम् अस्ति? नी वर्णसमूहः तु डु टकारः डकारः. पुनः वदतु. उपदेशे धातोः पूर्वं नी टु डु एतेषां वर्णसमूहः भवति अस्ति चेत् नी टु डु इत्संज्ञा भवति. इदानीं सम्यक् अस्ति. हा, डवः न, डु अस्ति. नी टु डु एतेषां वर्णसमूहः आदिः उपदेशे धातोः आदयः अस्ति, आदिः अस्ति चेत् इत्संज्ञा भवति. ओके. इदानीं डु वदामि चेत् वर्णसमूहः कथम् आगच्छति? डु वर्णसमूहः त्रयाणां वर्ण नी टु डु एकवर्णः अस्ति चेत् अपि इत्संज्ञा भवति. ओके. एतेषां त्रयवर्णः वर्णाः मध्ये एकः वर्णः अस्ति चेत् अपि इत्संज्ञा भवति. ओके. टु एकः वर्णः, डु एकः वर्णः, एवम् अस्ति. द्वौ वर्णाः. पूर्णिमा, भवती मध्ये मा वदतु. ओके. भवत्याः पत्न्याः यदा आगच्छति भवत्याः नाम अहम् आह्वयामि. ओके. भागीरथी, भवत्याः पर्यायः न समाप्य नी टु डु त्रिषु एकः वर्णसमूहः. एतेषु वर्णसमूहे एकः वर्णः अस्ति चेत् अपि इत्संज्ञा भवति. वर्णसमूहः इत्युक्ते किम्? वर्णानां समूहः. ओके. अत्र अस्मिन् सन्दर्भे आदिर् ञुटु डवः केषां वर्णानां समूहः अस्ति? नि टु डु इति त्रयः वर्णाः. ओके. चन्द्रमती, नी टु डु अत्र वर्णसमूहस्य स्पष्टीकरणं किञ्चित् करोतु. भागीरथी, ञकारः योगः, ञकारः इकारः, टकारः उकारः, टु डु टकारः उकारः. अतः वर्णसमूहः इत्युक्ते किम्? कारणं भागीरथी यत् अवगच्छति तदस्ति नी एकः वर्णः, टु एकः वर्णः, डु एकः वर्णः. इदानीं ञकारः योगः इकारः तत् एकवर्णसमूहः, डकारः योगः उकारः तद् एकवर्णसमूहः, डकारः योगः उकारः एकवर्णसमूहः. ओके भागीरथी, इदानीम् अवगतवती? आं भगिनि. वर्णत्रयं नास्ति तत्र, किम् अस्ति वदतु. नि तु डु, नि च तु तुः च, निः च तुः च, अन्य डुः च, तेषां नि टु डु, वर्णसमूहः इत्संज्ञा भवति आदौ, धातोः आदौ आदौ भवति. द्वयमपि भवितव्यं हा, नकार इकारयोः समूहः अस्ति चेत् तस्य इत्संज्ञा भविष्यति, डकार उकारयोः समूहः अस्ति चेत् तस्य इत्संज्ञा भवति. ओके एवम् अस्ति. इदानीं चन्द्रमती अवशिष्टं किं इत्संज्ञाविषये, वर्णसमूहस्य इत्संज्ञाविषये अवशिष्टभागः किम्? इत्संज्ञावाच्य एकं वार्तिकमस्ति, ईर् इत्संज्ञावाच्य एकं वार्तिकं शृणोति वा? यकारः इकारः रेफः ईर् यकारः नास्ति, इकारः इकारः इकारः रेफः ईर् तत् कुत्र आगन्तव्यम्? आदिमस्थाने आगन्तव्यं वा कुत्रापि? कुत्रापि मध्ये अपि, परन्तु समूहः समूहः आगच्छति, समूहः आगच्छति चेत् तस्य अपि इत्संज्ञा भवति. ओके सर्वे अवगतवन्तः? क्षम्यतां भगिनि, भगिनि नमस्ते, क्षम्यताम्. आदिर्निटुडवः विषये अन्तिमे समूहविषये स्पष्टीकृतवती, तत् अहं ध्वनि सम्यक् न श्रुतवती. अन्तिम अन्तिम वाक्यं कथं समूहः नी च टु च डु च, तेषाम् इतरेतरद्वन्द्वः निति डुव बहुवचने निटुडवः अस्ति, तत्र धातु न टु नी डु आदौ अस्ति चेत् तस्य इत्संज्ञा भवति. ये एतत् तस्य अर्थम् अस्ति वा? भवती किं वद उक्तवती अन्तिमे स्पष्टं कृतवती? महोदय भवती किम् अवगतवती तद् वदतु. एतस्य आदि निटुडवः धातु उपदेशस्य आदो यदि नि टु डु इति वर्णसमूहतः किमपि एकः नि टु अथवा डु किमपि आदौ अस्ति चेत् तत् वर्णः इत्संज्ञा भवति. अत्र उदाहरणं दत्तवती टु नदीं नदीं टु नदीं, तत्र टु आदौ अस्ति, धातु आदु धातु आदि टु अस्ति, ततः अतः टु इत्संज्ञा भवति. तत् वर्णः तत् तु नितुडवः इति वर्णसमूह समूहे अस्ति, अतः टु अतः टु इत्संज्ञा भवति. तदेव तदेव उक्तवन्तः के भागीरथी चन्द्रमती द्वयमपि अस्तु महोदय किञ्चित् श्रुतवती न इण्टर्नेट् क्लेशः अस्ति वदतु इर् विषये किम् उक्तम् इर् विषये इर् इति वाच्य वाक्य सूत्रम् अस्ति तत् इर् इति धातु अर्थिकं धातु उपदेशे अस्ति चेत् तत् इत्संज्ञा भवति शब्दसमूहस्य इर् इर् शब्द वर्ण शब्द समूहः अस्ति इर् इति अस्तु चेत् तद् इत् संज्ञा भवति धातुषु प्रश्नमुदेति आदिर्निचुडवः यदस्ति तत्र तु स्पष्टतया उक्तमस्ति नि अथवा टु अथवा डु आदिमस्थाने आगच्छति चेत् तदा एव इत्संज्ञा भवति तेषां इर् अन्तर्गतम् अस्ति किं धातु मध्ये अस्ति चेदपि अन्तिमस्ति चेदपि तस्य इत्संज्ञा इत्संज्ञा भवति सम्यक् इदानीं स्पष्टतया अवगतवती अस्तु महोदय अस्तु धन्यवादः महोदय धन्यवादः भगिनी एक अत्र इर् इत्संज्ञा वाच्या नेटि अत्र तत्तु ब्राकेट् मध्ये दत्तमस्ति ब्राकेट् मध्ये दत्तमस्ति नेटि उत्तमं भगिनि वार्तिकम् इत्युक्ते स्पष्टीकर्तुं शक्यते वा वार्तिकम् एकं वार्तिकं वयं किं प्रार्थनां कुर्मः नाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः अतः पाणिनि अस्ति तत्र वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं कति मुनयः सन्ति त्रयः त्रयः ते के वररुचि पाणिनि अन्यभाष्यकारं पतञ्जलि पतञ्जलि ओके वररुचि कुत्र कुत्र प्राप्तवती वररुचि मध्ये ओके वररुचेः अन्य नाम अस्ति कात्यायनः ओके एवं नामत्रयं वयं दृष्टवन्तः अस्माकं किं प्रार्थनामध्ये एव वाक्यकारं वररुचिं वररुचि आगतं वाक्यकारं वररुचि भाष्यकारं पतञ्जलि पाणिनि सूत्रकारञ्च अत्र प्रथमं पाणिनि सूत्राणि लिखितवान् तदनन्तरं कात्यायनः अथवा वररुचि सः सूत्राणां पठनं कृत्वा तत्र यत्किमपि शार्ट्फाल् अस्ति किञ्चित् किञ्चित् अधिकं वक्तव्यं वा अधिकं स्पष्टीकरणं कर्तव्यं वा आड् आन् कर्तव्यं तत् कः कृतवान् वररुचिमहोदय कृतवान् तदनन्तरम् आगतवान् पतञ्जलि. पतञ्जलिमहोदय किं कृतवान्? सूत्राणि पठितवान्, वार्तिकाः अपि पठितवान्. तदनन्तरं सः सर्वं स्पष्टीकृतवान्. ओके, अतः रूपेण सर्वं कृतवान् इत्युक्ते अस्माकं कृते इतोपि सरलम् अभवत् पठनं. ओके, अवगमनं पठनं सर्वम् इतोपि सरलम् अभवत्. ओके, सम्पूर्णं कृतवान् आरम्भं सूत्राणि पतञ्जलि, तदनन्तरं यत्किमपि अस्पष्टम् अस्ति, दुरुक्तम् अस्ति, अनुक्तम् अस्ति, तत्सर्वं वार्तिककारः वररुचिः सम्पूर्णं कृतवान्. तदनन्तरं पतञ्जलि आगत्य भाष्यं रूपेण सर्वं स्पष्टीकरणं कृतवान्, सम्पूरितवान्. ओके, अतः एव अस्माकं व्याकरणं यदस्ति तस्य नाम अस्ति त्रिमुनिव्याकरणम्. ओके, यत्किमपि पाणिनि अथवा कात्यायनः वररुचि वदामः अथवा पतञ्जलि उक्तवन्तः तदस्ति उपदेश अवस्था. ओके, तदनन्तरं यः कोऽपि आगत्य यत्किमपि कृतवन्तः तत्तु उपदेश अवस्था नास्ति. ओके, सम्यक् भगिनि, इदानीमेव अहं सम्यक् अवगतवती. सर्वं हिस्ट्री अस्ति, इतिहासः, इफ् यु वाण्ट् टु काल् इट्. तत् जानीमः चेत् किञ्चित् इण्ट्रेस्टिङ्ग् भवति. इण्ट्रेस्टिङ्ग् भवति, तदेव भगिनि, तदेव. ओके, इदानीं गीता महोदय. सिद्धा नमस्ते. ओके, अनुनासिक अनुनासिकवर्णानाम् इत्संज्ञा भवति वा न? यदा भवति केन सूत्रेण? इर् इत्संज्ञा वाच्य इर् इत्संज्ञा वाच्य इत्युक्ते अनुनासिक इति भवति खलु? भवती तु अन्यत्र अस्ति. हा, ओके, जया. महोदय अस्मि. प्रश्नम् अवगतम्? क्षम्यतां भगिनि, पुनरेकवारं पृच्छतु कृपया. अनुनासिकवर्णविषये भवती किं वक्तुं शक्नोति? अनुनासिक उपदेशावस्थायाम् अच् अनुनासिक इत्संज्ञा भवति. केन सूत्रेण? उपदेशे अजनुनासिक इत्. गीता अवगतवती? इर् इदानीम् आगतवती भगिनि, इदानीम् आगतवती. क्षम्यतां भगिनि. चलति चलति. हा, भवती किं विलम्बेन आगतवती न वर्गे? आं भगिनि, आं भगिनि, धन्यवादः. वर्णसमूहः अस्माकं चिन्तनम् अनुनासिकवर्णविषये अस्ति. तदर्थम् उपदेशे जनुनासिक इति सूत्रमस्ति. अतः किमपि अच्वर्णः अनुनासिक अच् अस्ति चेत् तस्य इत्संज्ञा भवति. ओके, अस्तु भगिनि, पश्यामि. धन्यवादः. ओके, इदानीं मुत्तुलक्ष्मी. आदिमस्थाने आदिमवर्णः कस्य विषये अथवा तेषां विषये के के वर्णाः आगच्छति चेत् तेषाम् इत्संज्ञा भवति, वदतु. उत्तरं दीर्घमस्ति. अस्तु, प्रयत्नं करोमि. करोतु करोतु, सर्वदा प्रयत्नमेव कर्तव्यम्. आदिमस्थाने चिन्तयतु, आदिमस्थाने वर्णसमूहानां विषयं तु समाप्तम्. इदानीम् एकमेव वर्णं चिन्तयतु, ते के प्रथमं. आदिमवर्णः शप् शप् प्रत्ययस्य इति सूत्रमस्ति. तत्र आदौ उपदेशव्यवस्थायां प्रत्ययस्य आदौ शकारः आगच्छति चेत् हित्संख्या भवति, तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति. चुः मध्ये अपि आदौ सवर्गीय अथवा टवर्गीय वर्णः आगच्छति चेत् इत्संख्या भवति, तदनन्तरं तस्य लोपः इत्यनेन सूत्रेण इत्संख्या लोपः भवति. अनन्तरम् अहं पृच्छामि. इदानीम् अस्तु मन्ये. अस्तु इदानीं षकारः षवर्गीयवर्णाः सवर्गीयवर्णः यदा आदिमस्थाने आगच्छन्ति तेषाम् इत्संज्ञा भवन्ति. सूत्राणि कानि मुकुलश्री? आम् सूत्राणि शफ् प्रत्ययस्य इति एकं सूत्रमस्ति, अनन्तरं चुटु इति सूत्रमस्ति. द्वौ अपि उपदेश अवस्थायाम् अस्ति चेत्. उपदेश अवस्थायां धातु अस्ति वा? प्रत्ययः केवलं प्रत्ययानां विषये अस्ति. ओके, यत्किमपि प्रत्ययः अस्ति तस्य आदौ शकारः अस्ति चेत् मूर्धन्यशकारः च वर्गीयवर्णः अस्ति चेत् सवर्गीयवर्णः अस्ति चेत् तेषाम् इत्संज्ञा भवति. यावत्पर्यन्तम् अवगतं सर्वे जनाः? भगिनी भगिनी वदतु. अत्र आदिर् नी टु डवः तत् वक्तुं न शक्यते वा भगिनी? उपदेशे धातोः पूर्वं नी टु ड नी टु डु भवति चेत् इत्संज्ञा भवति. तत् सूत्रं न वक्तुं शक्यते अत्र भवत्याः प्रश्नस्य? मम प्रश्नस्य उत्तरं आदिर्नितुडवः कुत्र उपयुक्तं भवति? धातोः धातोः पूर्वम् आदौ अथवा अन्यत्र अपि उपयुक्तं भवति, परन्तु तत्र न दृश्यते. इतोपि नी टु डु तत्र भिन्नता कुत्र अस्ति? षकारः च वर्गीयवर्णः ट वर्गीयवर्णः तत्र शः प्रत्ययः चुट्टु इति सूत्रद्वयम् अस्ति केवलं प्रत्ययानां विषये, परन्तु आदिर्मितुडवः सर्वत्र उपयुक्तं भवति. भवती प्रत्ययानां विषये एव प्रश्नं पृष्टवती वा? न, अहं केवलं पृष्टवती केषां वर्णानाम् इत्संज्ञा भवति स्थाने अस्ति. ओके, परन्तु नी टु डु तत्र वर्णसमूह अतः अवगतं भगिनि. शकारः वर्णः एव अत्र वर्णः एव अवगतं भगिनि, इदानीम् अवगतम्. ओके भगिनि, आदिन्यकुडोः केवलधातु पर्याप्तमस्ति खलु आदिन्यटुभः प्रत्ययस्य नास्ति खलु सामान्यतया तस्य उपयोगं धातुविषये एव भवति कारणं तत्र एव तत् दृष्टमस्ति परन्तु टैटल् अस्ति सर्वत्र उपयुक्तं भवितुम् अर्हति ओके अतः वयं केवलं वदामः वयं सर्वत्र अपि शक्यते वा किमस्ति प्रत्ययस्य अपि कर्तुं शक्यते वा यदा प्रत्ययः वर्णसमूहेन आरब्धं भवति अथवा तु वर्णसमूहेन आरब्धं भवति अथवा डु वर्णसमूहेन आरब्धं भवति तदा तु तस्य उपयोगं कर्तुं शक्नुमः न परन्तु प्रश्नः उदयति चुटु अस्ति खलु चुटु मध्ये टु आगच्छति टवर्गः आगच्छति खलु वदतु वदतु अग्रे अतः प्रश्नः एव न भविष्यति उपयोगं कर्तुं शक्नुमः परन्तु चु अपि नि नि द एव डु एव करितुं शक्नुमः वा न वा इति प्रश्नः उदयति खलु तदा चुटु वयं पश्यामः तत्र वर्णसमूहः अस्ति वा वर्गस्य उल्लेखः अस्ति चूमदे नि अस्ति न अस्ति खलु तत्र नि अस्ति चेदपि नास्य इत्संज्ञा भवति खलु यदा अहं तु वदामि तस्य अर्थं किं चवर्गं च वर्ग इत्युक्ते के के वर्णाः आगच्छन्ति तत्र एकनिमिषम् एकनिमिषं प्रश्नं शृणोतु सम्यक्तया प्रश्नं शृणोतु च ज झ ञ ओके ञ एकः वर्णः अस्ति वा वर्णसमूहः अस्ति एकैकवर्णैव आदिर्निपुणवः तत्र नि यदस्ति तत्र के वर्णाः न इकारः नकारः ओके तदस्ति वर्णसमूहः परन्तु यदः यद् अहं स्वीकरोमि तत्र तु भिन्नभिन्नपञ्चवर्णाः सन्ति तत्र ञकारः एकमेव वर्णः समूहः नास्ति ओके तदेव टु विषये अपि टु विषये वदतु के के वर्णाः सन्ति परन्तु आत्मनिटुडवः तत्र टु इति अपि अस्ति डु इति अपि अस्ति वर्णद्वयमस्ति यदस्ति तवर्गीयवर्णाः अपि परन्तु तत्र केवलं तकारः अस्ति वा अस्ति चेत् तर्हि कीर्तन्या भवति केवलं त अस्ति चेत् न भवति केवलं त अस्ति चेत् न भवति तकार उकारयोः मेलनेन एव तस्य कीर्तन्या भवति परन्तु केवलं अस्ति आदिमवर्णः तदा चुटु एतस्य उपयोगं कृत्वा वयं तस्य इत्संज्ञा कर्तुं शक्नुमः यदा प्रत्ययः अस्ति ओके अवगतं सर्वे धन्यवादः महोदय पूर्णिमा भवत्याः पर्यायः इदानीं तद्दिनविषये के के वर्णाः निषिद्धाः लशको अतदिदे लशको लकारः शकारः कवर्गीयव्यञ्जनाः तद्दिते निषिद्धः अस्ति. यदा तद्धितप्रत्ययः अस्ति तत्र लकारः शकारः कवर्गीयवर्णः आगच्छन्ति चेत् तदपि आदिमस्थाने तदा तेषाम् इत्संज्ञा न भवति. ओके, अतद्धिते इत्युक्ते तद्धितप्रत्ययः न भवितव्यम्, तदा एव एतेषां वर्णानाम् इत्संज्ञा भवितुम् अर्हति. ओके, इदानीं बहु बहु उपयोगी अथवा विशिष्ट सूत्रं किं वयं तु प्रतिभा भवत्याः पर्यायः संज्ञा सर्वत्र वदामः, तदनन्तरं किं कार्यं कर्तव्यम्? लोपः करणीयं भगिनि, तस्य लोपः इति सूत्रेण लोपः भवति. किमर्थम् भगिनि? श्रूयते वा भगिनि? श्रूयते श्रूयते, अग्रे गच्छतु. किमर्थं तस्य लोपः इत्यनेन इत्संज्ञकवर्णानां लोपकार्यं कर्तव्यम्? प्रथमं तु प्रथमं तु इत्संज्ञा करणीयं भगिनि, लोपः न भवति तत् मार्क् एव करणीयं. तदनन्तरं तस्य लोप इति सूत्रेण लोप अदर्शनं भवति, तदनन्तरं लोपः भवति. परन्तु मम प्रश्नः किञ्चित् भिन्नम् अस्ति, किमर्थं लोप तस्य लोपः इत्यनेन लोपकार्यमेव साक्षात् कुर्मः? किं वदति तस्मिन् विषये? रूपल् नास्ति, सरस्वती. आं भगिनि. किम् एकं तु वयम् इत्संज्ञा इति नामकरणं कुर्मः, तदनन्तरं तस्य लोपः इत्यनेन तस्य लोपकार्यं साक्षात् कुर्मः. इदानीं प्रश्नम् उदेति, किमर्थं लोपम् अदृश्यं कुर्मः? लोप तस्य लोपः इत्युक्ते तस्य अदृश्यं कुर्मः, निष्कासयामः, परन्तु प्रभावः अस्ति. किमर्थं तेषाम् अदर्शनं कुर्मः? इत्संख्या माहेश्वरसूत्राणि अस्ति चेत् तत्र प्रत्ययः अस्ति, वि सिंहा सीमा दृश्यति खलु, सो फार् अस्ति प्रत्ययानां कृते सीमारेखा अस्ति प्रत्ययः. ओके, शप् प्रत्ययः उदाहरणं स्वीकरोतु. शप् इति प्रत्ययः अस्ति. ओके, तत्र इत्संख्या अस्ति चेत् दट् इस् द मूलरूपम्. Then, for लौकिकरूपम् अन्य अस्ति, सो इत्संख्या तस्य लोपः भवति. इत्संख्या वाट् इस् इट् इफ् यु रिमूव् दट् देन् वाट् एवर् इस् रिमेनिङ्ग् दट् इस् वाट् इस् द लौकिकरूपम् अण्ड् दट् इस् वाट् वि डू. सो फर् शप् अकार इस् दि लौकिकरूपम्. किमर्थं लौकिकरूपं वयं तावत्पर्यन्तं किमर्थम् आगच्छामः? लौकिकरूपपर्यन्तं किमर्थं वयम् आगच्छामः? आल्सो सेस् वेदर् लैक् गुणाः भवति like the certain operations, whether it is possible or not, it's sankhya nirdishati. Okay. Sarvamangala, bhavati kim vadati, kasya lopaha, iti kritva, lopakaryam adi kurmaha. Saraswati uktavati, laukika rupam vayam prapnumaha. Kimartham laukika rupasya avashyakta asti? Vayam औपदेशिक रूपमेव स्वीकृत्य अग्रे गन्तुं शक्नुमः न परन्तु प्रत्ययानां समानमेव यदि भ्वादिगणे शप् विकरणप्रत्ययः अस्ति परन्तु अन्ते आ एव अवशिष्टति तुदादिगणे एव शा विकरणप्रत्ययः परन्तु आ एव बट् बोत् आर् एण्डिङ्ग् अट् आ ओन्ली सो वि वाण्ट् टु so anubandhaih we can find out whether it is so moola rupeshu ye santi teshu kechana varnah prakriyayam laukika rupeshu cha nashna tishtante tasya anubandhah katyate so vidhi karyam must be done karyam vayam at the end kena kurmah vayam औपदेशिकरूपेण कुर्मः वा लौकिकरूपेण वयं कार्यं कुर्मः औपदेशिकरूपेण उपदेशावस्थायां ये वर्णाः सन्ति वि विल् अडाप्ट् सम् रूल्स् अण्ड् प्रक्रियास् वि विल् डु देन् for laukika rupa we will do at the end vidhi karya that tasya lopah we will do saraswati bhavati kimapi itopi vaktum icchati bhagini we use the laukika rupam to do the final form for example dhatu then vikarana rupam pratyaya then whatever the lakara pratyaya we add then we will get the final form so we need that laukika rupam but karyam aupadeshika rupam arambhasthare to asti parantu asti upari yachimapi karyam kartavyam tat kritva laukika rupam prapya tadanantaram eva अन्य प्रोसेसिङ्ग् भवति ओके लौकिकरूपस्य आधारेण अग्रे वयं गच्छामः परन्तु प्रोसेसिङ्ग् कथं भवति तस्य डैरेक्षन् मिलति कुतः औपदेशकरूपतः अवगतं सर्वमङ्गला आम् अवगतं यदा अ अस्ति वितरणप्रत्ययः अवशिष्टरूपम् अथवा लौकिकरूपं हा वादिगणे अपि अ अस्ति तुदादिगणे अपि अ अस्ति अ एव कार्यं करोति परन्तु अ किं कार्यं कथं कार्यं करोति तस्य डैरेक्षन् कुतः मिलति शकारपकारयोः अथवा केवलं शकारस्य इत्संज्ञा यद्वयं कुर्मः तद् निर्दिशति किं कार्यं अग्रे कर्तव्यं कथं कर्तव्यम् ओके अवगतं सर्वे जनाः प्रश्नाः सन्ति वा ओके एतदस्ति अस्माकं परीक्षा अद्य कस्मिन् विषये इत्संज्ञाविषये ओके अग्रे गच्छामः यावत्पर्यन्तं बहु स्पष्टमस्ति किमर्थम् अहं वारं वारम् एतत् स्पष्टीकरणं पृच्छामि कारणम् एतत् सम्यक्तया मनसि तिष्ठति चेत् अग्रे कष्टं किञ्चित् न्यूनं भविष्यति कारणम् इदानीं सूत्राणि बहवः आगच्छन्ति ओके प्रतिस्तरे सूत्राणि सन्ति तदा एव वयं कार्यं किं कर्तव्यं कथं कर्तव्यम् एतत् ज्ञातुं शक्नुमः. ओके, प्रथमकार्यं भवति इत्संज्ञक ऐडेण्टिफिकेशन्. ओके, इदानीं वयं किञ्चित् किमपि पठितवन्तः गुणविषये पूर्वं, पूर्वम् इत्युक्ते बहु बहु पूर्वं, धातुगणपरिचयः तस्मिन् काले वयं पठितवन्तः, गतवर्गे किञ्चित् पुनरभ्यासं कृतवन्तः. ओके, इदानीं कस्याः पर्यायः? उषा. भगिनी नमस्ते. भगिनी नमस्ते. भगिनी गुणवर्णाः के? गुणवर्णः पुनः वदतु. आ ए ओ अर्. आ कुत्र कुत्र अस्ति? आ नास्ति महोदय, ए ओ अर् गुणवर्णः. ए ओ अर्. ओके, ए कस्य स्थाने आगच्छति? पार्ट्नर्शिप् कुत्र अस्ति एकारस्य? ईकारस्य स्थाने एकारः भवति. ओकारस्य स्थाने ओकारः भवति. ओकारस्य स्थाने अर् भवति. अर् भवति. ओके, तावत्पर्यन्तं ज्ञातवन्तः. आम्, इदानीं विजया भगिनी. भगिनि ई उ ऋ खलु गुणवर्णः, अनन्तरं किं भवति? तदेव गुणवर्णः वा? अहं चिन्तितवती ई उ ऋ एव गुणवर्ण, गुणं भूत्वा ये औ भवति इति अहं चिन्तितवती. न न न, तद् नास्ति वा? ए ओ अर् एते गुणवर्णाः इति नामकरणमस्ति. तदनन्तरं वृत्तिवर्णाः अपि सन्ति, ऐ औ इति वृत्तिवर्णाः अपि सन्ति. अर् वृद्धि अपि अस्ति. अर् न, अर् वर्णसमूहः अस्ति न? ऋ एतयोः किं स्थाने अर् इति आगच्छति गुणं कृत्वा, परन्तु गुणवर्णाः ए ओ. ओके, सामान्यतया अ ए ओ गुणवर्ण. मम चिन्तनम् आसीत् पूर्वम् ई उ ऋकार एव गुणवर्णः अथवा वृद्धम्. अस्तु भगिनि, धन्यवादः. ओके, इदानीं विजया. विजया, उपदा इत्युक्ते किं? किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? आं महोदय, नमस्काराः. उपदा इत्युक्ते अन्तिमवर्णस्य पूर्वं यत् वर्णं तिष्ठति एतदेव उपदा इति वक्तुं शक्यते. एकः उदाहरणम् एकम् उदाहरणं दातुं शक्नोति? इदानीम् अत्र एकं सूत्रं स्वीकृत्य अत्र कार्यं कुर्मः चेत् अत्र पुगन्धलघुपदस्य इति पुगन्धलघुपदस्य इति सूत्रं स्वीकुर्मः चेत् अत्र पूर्ववर्णः नूतनसूत्रस्य उपयोगं मा करोतु. पुगन्तलघुपदस्य तत्तु वयं न पठितवन्तः, अतः भ्रमः भविष्यति अन्येषां कृते. अत्र उपदा इति अस्ति चेत् अत्र लिक् इति पदं स्वीकुर्मः चेत् अत्र पूर्वम् इकारः अस्ति, ह्रस्व इकारः, तत् एतदेव उपदा अस्ति. अत्र गुणकार्यं भूत्वा इकारस्य स्थाने एकारः भवति, लेख् इति भवति, खलु महोदय? उपदा एतदेव लिक् इति स्वीकुर्मः चेत् ककारस्य पूर्वं लिक् लकारः इकारः आनुपूर्वी, लकारः इकारः अनन्तरं ककारः अस्ति. अत्र ककारस्य पूर्वं ली अस्ति, एतत् इकारः एव अत्र उपदा अस्ति खलु महोदय भवती आदौ किम् उक्तवती उदाहरणरूपेण किं स्वीकृतवती किं महोदय अत्र बुद्ध इति अस्ति उदाहरणरूपेण स्वीकुर्मः चेत् बुद्ध अस्ति अत्र दकारस्य पूर्वं ह्रस्व उकारः अस्ति एतदेव उपदा अस्ति एतदेव उपधा हा बुद्ध यदा वयं स्वीकुर्मः तत्र धकारः अन्तिमवर्णः अस्ति तस्य पूर्वम् उकारः अस्ति तदस्ति उपदा वर्णः मम तिष्ठति तिष्ठति मया अत्र उक्तं क्षमीचीनं महोदय भवती उक्तवती परन्तु भवत्याः ध्वनि बहु न्यूनमस्ति बुद्ध इति स्वीकुर्मः चेत् अत्र दकारस्य पूर्वम् उकारः अस्ति एतदेव उपदा इति स्वीकुर्मः ओके इदानीं प्रश्नः उदेति भू इति यद् धातु अस्ति ओके भू यद् धातु अस्ति तस्य विषये तत्रापि ऊकारः अस्ति तत्रापि परिवर्तनं वयं कुर्मः ओके अतः भिन्नता कुत्र अस्ति बुद् तत्र ऊ यदस्ति भू तत्र ऊ यदस्ति तत्र भिन्नता कुत्र अस्ति तत् किञ्चित् स्पष्टीकरणं करोतु भिन्नम् अत्र किम् भवत्याः ध्वनिः न आगच्छति महोदय भिन्नम् इत्युक्ते अत्र किं महोदय बुद्ध इति अस्ति अत्र ह्रस्व उकारः अस्ति ह्रस्व उकारस्य स्थाने अत्र गुणः भूत्वा दीर्घ ऊकारः भव न गुणः भूत्वा उकारस्य स्थाने ओकारः भवति अतः बोध् इति भवति परन्तु भूधातुविषये अपि ओकारः आगच्छति न वयं जानीमः आम् आम् आम् अत्र भिन्नता कुत्र वदतु उकारस्य स्थाने ओकारः भवति एतदेव अत्र भिन्नम् अस्ति महोदय अत्र पश्यतु भू एतस्य भो भवति ओके आम् आम् आम् ओके अत्र भो भवति तत्र बुद् तत्र अपि ओकारः आगच्छति ओके वाट् इस् द डिफ्रेन्स् बिट्वीन् द टु ओकार कम् आम् भू इति स्वीकुर्मः भू इति स्वीकुर्मः चेत् अत्र दीर्घ ऊकारः अस्ति दीर्घ ऊकारस्य स्थाने ओकारः भवति इदानीं बुद् इति ह्रस्व ऊकारः अस्ति ह्रस्व ऊकारस्य स्थाने अपि ओकारः भवति गुणः ह्रस्व ऊकारः दीर्घ ऊकारः स्थाने तत्र ओकारः अत्र भवति ह्रस्व दीर्घ ऊकारस्य स्थाने ओकारः भवति अस्ति द्वयोः स्थाने ओकारः एव आगच्छति ओके आम् आम् आम् इदानीं भिन्नता कुत्र प्रश्नं तत्र उदेति न आम् अत्र ई ऊरु इति स्वीकुर्मः चेत् अत्र वादिगणे अत्र गुणः भवति ओकारः इति भवति अनन्तरम् अत्र तादृशमेव अत्र ह्रस्व ऊकारः अपि अस्ति दीर्घ ऊकारः अपि अस्ति तत् स्थाने ओकारः भवति तत्तु साक्षात् दृश्यते आम् महोदय कुत्र अस्ति इदानीं कस्याः पर्यायः अनिल् भवान् स्पष्टीकर्तुं शक्नोति वा ये भू यद् भो भवति आम् आम् महोदय अहं प्रयत्नं करोमि करोतु भूस्थाने अत्र अन्तिमवर्ण गुणकार्यं भवति परन्तु बुद्धस्थाने उपधास्थाने गुणकार्यं भवति उपधास्थाने यत् उकारः अस्ति तस्य गुणकार्यं भवति एतदेव अहं पृष्टवती इदानीं यदा अवगतं तदा अग्रे गन्तुं शक्नुमः अनिल् इदानीं पठतु इदानीं नूतनपाठः आरम्भं कुर्मः अस्तु महोदय सर्वे अवगतवन्तः भूविषये अन्तर्वर्णः भू अस्ति, बुद्ध विषये उपदावर्णः उ अस्ति, ओके। द्वयोः ओकारे परिवर्तितं भवति, परन्तु कस्मिन् विषये, किमर्थं, कदा भवति, तत् वयम् इदानीं पठामः, ओके। अनिल् आरम्भं करोतु। एतावता अस्माभिः दृष्टं यत् भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति, केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टं, कानिचन उदाहरणानि अपि निरूपितानि आसन्। इदानीं पुनः गुणविषये विचारयाम, अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यते। इदानीं वयं सूत्रसहितं पठिष्यामः, किमर्थं, कदा, ओके, अग्रे पठतु। पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्। तत्र संस्कृतभाषायाः सम्पूर्णं मानचित्रं लभ्यते। एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते। इदं मानचित्रं सूत्ररूपेण विरचितं, तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति, पाणिनीयसूत्राधारेण प्रदर्शनीयं भवति। व्याकरणलोके सूत्रं प्रमाणम्। स्पष्टीकरणं करोतु, किम् अवगतवान्? अष्टाध्यायी नाम ग्रन्थ अस्ति, तत्र अनेकानि सूत्राणि अस्ति। सूत्रं मानचित्रम् इव, तत्र तत् वयं मार्गदर्शनं कुर्मः। किं मार्गदर्शनं इत्युक्ते, व्याकरणं किं व्याकरण, अहं कोऽपि किमपि वाट् एवर् वि डू इन् व्याकरणं कथं भवति, उत्तरं सूत्राणि दत्तम्। ओके, उत्तरं सूत्रस्य आधारेण वयं प्राप्तुं शक्नुमः, ओके। आं महोदय, अवगतं यावत्पर्यन्तम्? आमां भगीरथी, अग्रे पठतु। पठामि भगिनि, पठामि। अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्। पद्धतिः अपि अत्यन्ता सुन्दरी। तर्हि अग्रे सरेम, धातुगणव्यवस्थां गुणव्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम। पूर्वम् अस्माभिः दृष्टं यत् वादिगणे नियमद्वयस्य बलेन गुणः क्रियते। एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः, अपरि नियमः यत्र धातोः उपधा स्वरः इति। अधुना प्रथमं नियमम् अवलोकयाम। भू धातोः माध्यमेन वादिगणे धातोः अन्तिमवर्णः इ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति। यथा भू, भो, जि, जे, सृ, स। अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः इति चेत्, भू योगे शप् योगे ति भवति इति उदाहरणं पश्याम. यावत्पर्यन्तं किम् अवगतवती? अन्तिमवर्णविषये धातोः वादिगणे गुणः क्रियते, नियम द्वयस्य गुणः क्रियते एव. एकः नियमः धातोः अन्तिमः वर्णः स्वरः भवति, अन्यनियमः धातोः उपधास्वरः. द्वयं नियमद्वयम् अस्ति अत्र. प्रथमं नियमं वयं पश्यामः. व्याधिगणे धातोः अन्तिमवर्णः इ ऊ अस्ति चेत् तस्य वर्णस्य गुणः भवति इति. उदाहरणेन भू भू भो इति भवति, जि जे भवति, सृ स भवति. एकनियमस्य अनुसारेण उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियम अयं नियमः एतत् निर्मः नियमः इ ऊ अस्ति चेत् वर्णस्य गुणः भवति. एतत् नियमः कुतः आगतम् अस्ति इति पश्यामः चेत् पश्यामः. ओके, आं भगिनि. इत्युक्ते यदा अन्तिमवर्णः धातोः इक् वर्णः अस्ति. इक् वर्णः इत्युक्ते वयं वदामः न आरभ्य इ ऋ तावत्पर्यन्तम् अयुन् ऋल् ऋक् अपि अस्ति तत्र, परन्तु तत्तु न आगच्छति सामान्यतया. कारणं लकारस्य किमपि धातु कदाचित् नास्ति, अतः एव इक् वर्णाः इति. अग्रे सूत्रं पश्यामः. अतः यदा इ ऊ ऋ अस्ति अन्तिमवर्णः धातोः, तदा तस्य गुणकार्यं भवति इति वयं ज्ञातवन्तः. परन्तु केन आधारेण, सूत्रं किम् अस्ति अथवा डैरेक्षन् किम् अस्ति, तत् अग्रे पश्यामः. ओके, अवगतं यावत्पर्यन्तम्? अवगतं. चन्द्रमति, अग्रे पठतु गुणस्य चिन्तनं. गुणस्य चिन्तनक्रमः आहत्य प्रक्रिया एतादृशी. भूयोगः शप् योगः ति लशक्वदत्तिदे प्रथमाध्याये तृतीयपादे अष्टमं सूत्रं. हलन्त्यं प्रथमाध्याये तृतीयपादे तृतीयं सूत्रं. तस्य लोपः प्रथमाध्याये तृतीयपादे नवमं सूत्रम् इति सूत्रैः शकारपकारयोः लोपः. भूयोगः आयोगः ति तिंशित् सार्वधातुकं तृतीयाध्याये चतुर्थपादे त्रयोदशाधिक एकशतम् इत्यनेन सूत्रम् इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा सार्वधातुक आर्धधातुकयोः सप्तमाध्याये तृतीयपादे चतुरशीतितमं सूत्रम् इत्यनेन सार्वधातुकप्रत्यये परे इगन्ध अङ्गस्य इकः गुणः भो योगः आयोगः ति यचो यवायावः षष्ठाध्याये प्रथमपादे सप्तमे क्रमं सूत्रम् इत्यनेन ओ स्थाने अव भ योगः औ योगः आ योगः ति वर्णमेलने भवति. भू इति धातु कथं भवति इति लट्लकारप्रथमपुरुषरूपं प्राप्नोति इति अत्र दत्तमस्ति प्रक्रियारूपेण. भू इति धातु अत्र भुवादिगणे विकरणप्रत्ययः शप् अस्ति. लट्लकारे प्रथमपुरुषे तत्र प्रत्ययः ति अस्ति. अतः भूयोगः शप् योगः ति. तत्र शप् विकरणप्रत्यये आदौ शकारः अस्ति, अन्ते पकारः अस्ति. लशको अधत्तिदे अधत्तिदप्रत्ययम् अस्ति. अतः लशको अधत्तिदे इति सूत्रेण आदौ विद्यमानशकारस्य इत्संज्ञा भवति. अनन्तरम् अन्ते अन्ते हलन्त्यम् इति सूत्रेण अन्ते विद्यमानपकारस्य अपि इत्संज्ञा भवति. अनन्तरम् अवशिष्टभागः अस्य लोपः इति सूत्रेण द्वयोः शकारपकारयोः लोपः अपि भवति. अनन्तरम् अवशिष्टभागः अकारः अत्र अनन्तरं भूयोगः आयोगः ति. तिंषित् सार्वधातुकम् इति सूत्रम् अत्र शप् शप् अत्र षित् अस्ति, पित् अस्ति. अतः तिंषित् सार्वधातुकसंज्ञा प्राप्नोति. तिंषित् सार्वधातुकम् इति सूत्रेण संज्ञा सार्वधातुक अर्थधातुकयोः इति सूत्रेण प्रत्य इकन्दधातोः इकवर्णस्य गुणः भवति. अत्र भू इकन्दधातु अस्ति, अन्ते ऊकारः अस्ति. अतः भूयोगः आ अत्र तिंषित् सार्वधातुकसंज्ञा अस्ति. अतः सार्वधातुक अर्थधातुकयोः इति सूत्रेण इकारस्य गुणवर्णः ओक ऊकारस्य गुणवर्णः ओ. अतः भू भो भवति. भूयोगः भो योगः आ अत्र सन्धिकार्यम् आगच्छति. एचो एव यावः इति ओ योगः आ अत्र सन्धि एचो एव यावः इति सन्धिकार्येण ओ योगः आ अव् इति रूपं प्राप्नोति. अतः भ योगः औ योगः ति इति आगच्छति. भ योगः औ भव इति भवति. भव योगः ति तत्र वर्णमेलनं भवति. भवति इति अन्तिम लकार प्रथमपुरुष एकवचनरूपं प्राप्नोति. बहु सम्यक्. भवती सर्वं जानाति. प्रश्नः किमपि प्रश्नाः सन्ति यावत्पर्यन्तं? वयं केवलम् एतत् पठितवन्तः. ओके, किमस्ति लशक्वतद्धिते हलन्त्यं तस्य लोपः यावत्पर्यन्तं वयं पठितवन्तः. अग्रिमभागः यदस्ति तस्य पठनम् अग्रे इदानीं वयं कुर्मः. ओके, किञ्चित् सार्वधातुकं सार्वधातुकार्धधातुकयोः एतत् सर्वं वयम् अग्रे पठामः. ओके ओके, गीता अग्रे पठिष्यति. अधुना सोपानेन परिशीलयिष्यामः. भगिनि अग्रे पठतु. प्रथमतया षप् प्रत्ययः अवगन्तव्यः. षप् प्रत्यये षकारः न तिष्ठति, अपि तु अपगच्छति किल. किमर्थम् इति जानीमः. लशक्वतद्धिते इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य षकारस्य इत्संख्या तदा तस्य लोपः. इत्यनेन इत्संख्यकस्य षकारस्य लोपः. इदानीम् एतत् अवगच्छतु. यस्मिन् प्रत्यये षकारः इत्संख्यावर्णः अस्ति सः प्रत्ययः षित् इति उच्यते. षित् यस्मिन् षकारः यित् सः प्रत्ययः षित्. षकारः यित् यस्य सः षित् इति बहुव्रीहि समासः. षप् विकरणप्रत्यये षकारस्य यित्संख्या अस्ति, अतः षप् प्रत्ययः षित् इति उच्यते. ओके, एतत् किञ्चित् स्पष्टीकरणं करोतु. षित् इत्युक्ते किं, कथम् आगच्छति? षप् प्रत्ययः तत्र षकारः न तिष्ठति, पकारः अपि न तिष्ठति. पकारविषये मा वदतु इदानीं, केवलं षकारविषये. तदेव अत्र लिखितमस्ति, तावत्पर्यन्तं वयं गच्छामः. पकारविषये अनन्तरं पश्यामः. लषक्वतत्तिदे इति सूत्रेण षकारः इत्संख्या भवति, तदनन्तरं तस्य लोपः अपि भवति, अतः षकारः निष्कासयामः. इदानीं षकारः यस्मिन् प्रत्यये भवति तत्र सङ्ख्या भवति, अतः षित् इति तस्य नामकरणं षित् इति भवामः. यस्य लोपकार इत्संज्ञा भूत्वा लोपकार्यं भवति यस्मिन् यस्य वर्णस्य इत्संज्ञा भूत्वा लोपकार्यं भवति तस्य नामकरणं कर्तव्यम्. ओके, अथवा कृतमस्ति अत्र. अत्र अस्मिन् सन्दर्भे षकारस्य लोपकार्यम् अभवत् इत्संज्ञा भूत्वा, अतः षकारः षित् इति तस्य नामकरणम् आगच्छति. तावत्पर्यन्तम् अवगतम्? अवगच्छामि भगिनि, अवगतवती. धन्यवादः भगिनि. नामकरणं कथं भवति? षित् इति नामकरणं कुतः आगतः तदेव अत्र वयं पठितवन्तः. ओके, एतस्य महत्त्वमस्ति. अग्रे अग्रे यदा वयं गच्छामः महत्त्वमस्ति. यस्य वर्णस्य वयम् इत्संज्ञावर्ण वर्णं कृत्वा लोपकार्यमपि कुर्मः, तस्य अन्यकार्याणि अपि सन्ति, अतः एवं नामकरणमपि भवति. यदस्ति तेन कारणेन किञ्चित् किञ्चित् कार्याणि भवति. ओके, तस्याः पर्यायः जया अग्रे पठतु. द्वितीयबिन्दु. तिङ् षप् सार्वधातुकं तिङ् सार्वधातुकम्. ओके, धातुकं तिङ् षित् सार्वधातुकं जया तिङ्षत् सार्वधातुकम्. अनेन यः प्रत्ययः तिङ् तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्. सार्वधातुकम् एकसंज्ञा एकं नाम तावत् एव. व्याकरणे बहूनि नामानि सन्ति. आधिक्येन तेषां नामं जया द्रष्टुं शक्नोति यत् लिखितम् अस्ति. Yeah, the font is very small. Oh, yeah, now I made the font big. Okay, okay. Adhikena tesham namnam svatantraya kopi Svatantrataya kopi adho nasti kevalam namakaranam. Tarihi shaprateha षित् इति उपरि उक्तम्। यः षित् सः सार्वधातुकः इति अत्र उक्तम्। अतः शप् प्रत्ययः सार्वधातुकसंज्ञां प्राप्नोति। अनेन सूत्रेण शप् प्रत्ययः सार्वधातुकः इति अवगच्छामः। पुनः सूत्रार्थः अत्र उक्तः। पठामि किम्? पठतु। तिङ् षित् सार्वधातुकम्। धातोः विहितः तिङ् षित् प्रत्ययः सार्वधातुकसंज्ञको भवति। षकार इत् यस्य सः षित् बहुव्रीहिः। तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ् षित्। तिङ् षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रम्। प्रत्ययः परश्च धातोः इत्येतेषाम् अधिकारः। अनुवृत्तिसहितसूत्रम्। धातोः परश्च तिङ् षित् प्रत्ययः सार्वधातुकम्। ओके, एतदस्ति स्पष्टीकरणं तिङ् षित् सार्वधातुकम् इति सूत्रस्य। किम् अवगतवती? यः तिङ्प्रत्ययः अस्ति षित् अस्ति वा? सो वेनेवर् देर् इस् लैक् तिङ्प्रत्ययः आर् द षत् प्रत्ययः, इट् इस् अ सर्वार्थधातुकम्। इस् वाट् इट् इस् यदा प्रत्ययः तिङ् अस्ति अथवा षित् अस्ति तदा सर्वार्थधातुकं सार्वार्थकरणं भवति तिङ् सार्वधातुकम्। ओके, सार्वधातुकम् इति केवलं नामकरणं भवति। ओके, एकवारं नामकरणं भवति चेत् तदा एव किञ्चित् सार्वधातुकम् एतस्य सूत्रस्य उपयोगं कर्तुं शक्नुमः। अवगतं यावत्पर्यन्तम्? इदानीं कस्याः पर्यायः? एतदेव पुनः कण्णम्मा भवती पुनः पठतु। एतदेव यद्वयं समापितवन्तः तदेव पुनः पठतु। तिङ्क्षित् सार्वधातुकम्। तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रम्। अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्। सार्वधातुकम् एका संज्ञा, एकं नाम तावत् एव। व्याकरणे बहूनि नामानि सन्ति, आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति, केवलं नामकरणम्। तर्हि शप् प्रत्ययः षित् इति उपरि उक्तम्। यः षित् सः सार्वधातुकः इति अत्र उक्तम्। अतः शप् प्रत्ययः सार्वधातुकसंज्ञां प्राप्नोति। सारांशः, अनेन सूत्रेण सप् प्रत्ययः सार्वधातुकः इति अवगच्छामः। पूर्णः सूत्रार्थः अत्र उक्तः। तिङ् षित् सार्वधातुकम्। धातोः विहितः तिङ् षित् प्रत्ययः सार्वधातुकसंज्ञोको भवति। षकार इत् यस्य सः षित् बहुव्रीहि समासः। तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रं. प्रत्ययः परस्व परश्च धातोः इत्येषाम् अधिकारः. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्. किम् अवगतवती? किञ्चित् पुनः स्पष्टीकरणं करोतु. अत्र अत्र तिङ्क्षित् सार्वधातुकम् इति एकं संज्ञासूत्रम् अस्ति. तस्य प्रत्ययः तिङ् वा षित् अस्ति. सः सार्वधातुकम् इति वदन्ति. तस्य नामकरणं तस्य ज्ञायते. तिङ् षित् इति प्रत्ययः अस्ति चेत् तस्य नामकरणं तस्य तिङ् षित् सार्वधातुकम् इति अस्माकं ज्ञायते. तर्हि एकनिमिषं यदा अस्ति अथवा षित् अस्ति नाम भवति सार्वधातुकम्. ओके, अस्तु अस्तु. किमर्थं? कारणं तिङ् षित् सार्वधातुकम् इति सूत्रमस्ति. अस्तु, तस्य सूत्रस्य आधारेण एतेषां तिङ् प्रत्ययानां षित् प्रत्ययानां द्वयोः नाम भवति सार्वधातुकसंज्ञा. ओके, तस्य कोऽपि विशेष अर्थः नास्ति. हा, अन्य किमपि अर्थः नास्ति, केवलं नामकरणम् अस्ति. नामकरणम् अस्ति. तस्य द्विपदं सूत्रम् अस्ति. सम्पूर्णसूत्रं किम् अस्ति? सम्पूर्णसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति. तत्र प्रत्ययः परश्च धातोः अधिकारसूत्रम् अस्ति. तत् अनुवृत्ति कृत्वा पूर्णसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति पूर्णसूत्रम् अस्ति. अर्थं किं भवति? कदा किञ्चित् आगच्छति, कदा सार्वधातुकं संज्ञा प्राप्नोति? प्रश्नम् अवगतं? पुनः पृच्छतु महोदय. पुनः तिङ् अथवा षित् कुत्र भवितव्यं? तिङ् षित् द्वयमपि प्रत्ययाः सन्ति. धातोः धातु ओके. पुनः पठतु. प्रत्ययाः सन्ति अनन्तरं महोदय किम् उक्तवती? प्रश्नं किं महोदय? भवती पुनः पठतु सूत्रं, सम्पूर्णसूत्रम्, अनुवृत्तिसहितसूत्रं पठतु. हरि ओम्. हरि ओम्, श्रूयते वा महोदय? हा, श्रूयते. वदतु, अनुवृत्तिसहितसूत्रं किम् अस्ति? हरि ओम्. न, ओ ओ, आडियो प्राब्लम् अस्ति वा? हरि ओम्, श्रूयते वा महोदय? प्रथमं भग्नं करोतु, अनन्तरम् आगच्छतु, पुनरपि आगच्छतु. ओके, मुत्तुलक्ष्मी, अनुवृत्तिसहित. हलो, हरि ओम्. कण्णम्मा ना सामा शृणोति. ओके, मुत्तुलक्ष्मी भवती आगच्छतु. आम् अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति अर्थः. अस्ति सार्वजनिक अनुवृत्तिसहित सूत्रमस्ति. ओके, इत्युक्ते प्रत्ययः कुत्र आगन्तव्यम्? धातोः परश्च प्रत्ययः. परश्च किमर्थम्? अर्थं किं तत्र? धातोः परश्च एतस्य अर्थं किम्? प्रथमं धातुः आगच्छति, तदनन्तरं प्रत्ययः योजनीयः. हा, प्रत्ययस्य योजनं धातोः अनन्तरं भवति. ओके, क्षम्यता महोदय, मम इण्टर्नेट् क्लेश भवति. अहम् अवगतवती. हा, अवगतवती, चिन्ता मास्तु. हा, ओके, मुत्तुलक्ष्मी, इदानीं सिङ्ग् अथवा शित् यत्किमपि अस्ति कुत्र आगन्तव्यम्? धातोः आगन्तव्यं सिङ्ग् तिङ्क् अथवा षित् विहितारूपम् अस्ति किल, मूलरूपम् एता उपदेश अवस्थायां पाणिनिमहर्षिणा उक्तमस्ति, तत् विहितारूपं मूलरूपम् इत्यपि वक्तुं शक्यते. तन्मध्ये वयं यदा इत्संख्या कुर्मः खलु, तत् एव कारः अस्ति चेत् षित् भवति. अतः तिङ् अस्ति वा षित् अस्ति, तस्य स्थानं कुत्र अस्ति? द्वयमपि प्रत्ययः. धातोः पर भवति तिङ्क् अथवा धातोः परः भवति इत्युक्ते धातोः अनन्तरम् आगच्छति. प्रथमं धातु आगच्छति, तदनन्तरं तिङ् वा षित् वा यत्किमपि प्रत्ययः तदागच्छति. ओके, इत्युक्ते प्रत्ययस्य स्थानं धातोः अनन्तरं भवति. अवगतम्? हा, आम् आम् आम् अवगतम्. सर्वे जनाः अवगतवन्तः? हा, कारणं सर्वत्र कुत्र स्थापनीयं प्रश्नमुदेति न. हा, धातु प्रथमम् आगच्छति वा षित् प्रत्ययः प्रथमम् आगच्छति वा तिङ् प्रत्ययः प्रथमम् आगच्छति? हा, एतस्य किं निर्णयम् अस्ति? धातोः परश्च तिङ्षित् प्रत्ययः सार्वधातुकम्. अतः यः प्रत्ययः धातोः अनन्तरम् आगच्छति यदा षित् प्रत्ययः अस्ति, तदस्ति सार्वधातुकम् इति नाम्ना तस्य किं नामकरणं भवति. यदा तिङ् अस्ति तदपि सार्वधातुकं नाम प्राप्नोति. अवगतं यावत्पर्यन्तम्? अवगतम्. अन्यप्रश्नः अस्ति वा? अग्रिमबिन्दु अहम् इदानीं न पठिष्यामि, अग्रिम अवसरे पठिष्यामः. ओके भगिनि, सार्वधातुकम् इस् जस्ट् लैक् अ लेबल्. यावत्पर्यन्तं वयं नामकरणं पठितवन्तः न, यावत्पर्यन्तं वयं केवलम् इत् संज्ञा इति नामकरणं कृतवन्तः. ओके, षकारः अस्ति आदिमवर्णः, तस्य इत् संज्ञा इति नामकरणं कृत्वा तस्य लोपः इति सूत्रेण लोपकार्यं कृतवन्तः. अन्य किं किं वयं नामकरणं सर्वदा वयं केवलम् इत् संज्ञा इति नामकरणं कृतवन्तः यावत्पर्यन्तम्. अवगतं? हलन्तवर्णाः इत्संज्ञकवर्णाः यदा औपदेशिकरूपे अन्तिमवर्णः हल् वर्णः अस्ति, तस्य इत्संज्ञा भवति. अतः वयं यावत्पर्यन्तं केवलम् इत्संज्ञा नामकरणम् इत् इति नामकरणं कृतवन्तः. इदानीं वयम् अन्यनामकरणानि पश्यामः. तिं यदस्ति तदस्ति सार्वधातुकं, षित् यदस्ति तदपि अस्ति सार्वधातुकम्. ओके, अत्र तिं षित् प्रत्ययः सार्वधातुकम् इति संज्ञा प्राप्नोति. एकवारं संज्ञा वयं प्राप्नुमः चेत् अन्यकार्यं किं नेक्स्ट् तत् वयं निर्णयं कर्तुं शक्नुमः. पश्यन्तु, प्रथमं वयम् इत् संज्ञा इति नामकरणं कृतवन्तः, तदनन्तरमेव तस्य लोपः इति सूत्रस्य उपयोगं कर्तुं शक्तवन्तः. उषा भगिनी प्लीस् म्यूट् करोतु. सारी भगिनि, वितौट् मै नालेज् ऐ हव् डन् इट्, सारी. ओके भगिनि, ओके. इदानीं किमस्ति, यावत्पर्यन्तम् इत्संज्ञा इति नामकरणं न कृतवन्तः तावत्पर्यन्तं तस्य लोपः इति सूत्रस्य अवकाशः एव नास्ति. अवगतम्? नामकरणस्य महत्त्वम् एतत् अस्ति. एकवारं नामकरणं कृतवन्तः चेत् तदनन्तरं किं कार्यं कर्तव्यं तस्य अधिकारः वयं प्राप्नुमः. तस्य लोपः प्रथमं वयम् उपयोगं न कर्तुं शक्नुमः. ओके, प्रथमम् इत्संज्ञा इति नामकरणं कर्तव्यं, तदनन्तरम् एव तस्य लोपः इति वयं तस्य लोपकार्यं कर्तुं शक्नुमः. तावदेव अत्र अपि सार्वधातुकम् इति नामकरणं वयं कुर्मः. तदनन्तरं किं किं कार्याणि कर्तुं शक्नुमः तस्य अधिकारः एतस्य आधारेण एव वयं प्राप्नुमः. तद्वयम् अग्रिम अवसरे पश्यामः. यावत्पर्यन्तम् अवगतं सर्वे, प्रश्नाः सन्ति? धन्यवादः. अवगतं भगिनि, अवगतम्, अवगतं भगिनि. प्रश्नाः सन्ति चेत् पृच्छन्तु, अन्यथा चिन्तयित्वा अग्रिम अवसरे पृच्छन्तु. महोदय, एकः प्रश्नः अस्ति. सो फ्रम् नौ आन् वेन् एवर् वि आर् लुकिङ्ग् अट् दिस् गुणसन्धि, सो वि शुड् नाट् लुक् एट् लैक् फ्रम् अ सन्धि पर्स्पेक्टिव्, वि शुड् लुक् ओन्लि फ्रम् अ सूत्र पर्स्पेक्टिव्, रैट्? एक्साक्ट्लि. ओके, ओके, ओके, गाट् इट्. सूत्रस्य आधारेण एव किमपि कार्यं वयं कर्तुं शक्नुमः. यावत्पर्यन्तं सन्धिविषयं वा यत्किमपि वयं पठितवन्तः, विभक्तिरूपाणि वयं पठितवन्तः, रामः रामौ रामः, रामं रामौ रामः, तदा गच्छति. येषां सूत्राणाम् आधारेण रामः आगच्छति अथवा भवती आगच्छति, वयं तु भवतीविषये किञ्चित् इदानीमेव दृष्टवन्तः. आदिमस्तरे अस्ति, परन्तु अन्तिमस्तरे भवती कथं कथं वयं दृष्टवन्तः, परन्तु सूत्राणां विषये वयं सम्पूर्णतया न दृष्टवन्तः. इन् द प्रोसेस् आफ् नोयिङ्ग्. ओके, ओके, मन्दं मन्दम् अग्रे गच्छामः. एको वायवः अस्ति किल, तत् किञ्चित् सन्धिसूत्रमस्ति महोदय. एचो यवायावः यदस्ति तत् सन्धिसूत्रमस्ति. अस्मिन् स्तरे वयं तत्तु न पश्यामः. ओके, परन्तु एचो यवायावः एतस्य सूत्रस्य आधारेण ओ यदस्ति, भू एतस्य परिवर्तनं भो इति पर अभवत्. ओ यदस्ति तस्य अनन्तरं यदा अ आगच्छति तदा ओकारस्य अव् इति एतस्य सूत्रस्य आधारेण वयं जानीमः. अतः ओकारस्य स्थाने अव् स्थापयित्वा अग्रे गच्छामः, भवति इति रूपं सिद्धं भवति. ओके, यस्मिन् वयं किं सन्धिविषयं पठामः सूत्राणाम् आधारेण सन्धिकार्यं कथं कुर्मः तत्तु आगमिष्यति अग्रे हा बहु अग्रे अस्ति हा प्रथमं तु धातुविषये पठामः तदनन्तरं कुत्रापि तु आगच्छति अत्र हा सन्धिविषयं तु आगच्छति हा यदा सन्धिविषयं पठितुं कोऽपि इच्छति अत्र लेफ्ट् सैड् मध्ये स्थापितमस्ति तत्र पश्यन्तु सन्धि कुत्र अस्ति परिशीलनं कुर्वन्तु स्वयमेव पठन्तु हा ओके अस्तु मन्ये अस्तु धन्यवादः समापयामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः धन्यवादः महोदय शुभदिनं शुभदिनं शुभरात्रि धन्यवादः